गतवर्गे भोग्यादिगणे अजन्तधातूनां विषये अस्माकं चर्चा आरब्धा। तत्र अस्माभिः प्रथमं तु पठितं यत् भोग्यादिगणे शप् स्थाने श्लू भवति। श्लू तत्र प्रथमप्रश्नः अस्ति, श्लू इत्युक्ते किं? तर्हि व्याकरणे लोपः इति अस्ति। लोपः इत्युक्ते अदर्शनं, नाम यत्र कुत्रापि लोपः लिखितमस्ति तस्य अर्थमस्ति अर्थमस्ति तत्र अदर्शनं भवति। तदनन्तरं प्रत्ययस्य लुक् श्लू लुपः इति अस्ति। तत् प्रत्ययार्थः अस्ति यत् प्रत्ययस्य यदा लुक् अथवा श्लू अथवा लुक् इति लिखितमस्ति तस्यापि अर्थः अस्ति लोपः। तर्हि इदानीं प्रश्नः आगच्छति यत् साधारणलोपः अथवा लुक् श्लू लुक् मध्ये भेदः कः। तर्हि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण यदा यथा लोपः भवति कुत्रापि लोपः भवति तत्र यद्यपि प्रत्ययस्य अदर्शनं भवति परन्तु प्रत्ययस्य लक्षणं भवति, प्रत्ययात् यः कार्यं भवति तत् कार्यम् इदमपि भवति। परन्तु यदि प्रत्ययः लुमान् अस्ति, नाम प्रत्ययमध्ये लु इति अस्ति, लोपमध्ये लु इति अस्ति, नाम यदि लुक् श्लू अथवा लुक् इति लु अस्ति खलु, लुमान् अस्ति, तर्हि लु अस्ति चेत् तत्र विशेषः अस्ति, तत्रापि अदर्शनं भवति। परन्तु तत्र प्रत्ययात् यः प्रत्ययात् यत् अङ्गकार्यं भवितुं शक्नोति तत् अङ्गकार्यम् इदानीं न भवति। तर्हि भोत्यादिगणे अथवा अदादिगणे शपः स्थाने लुक् अथवा शपः स्थाने श्लू इति भवति, तर्हि उभयत्र अङ्गकार्यं न भवति। अतः प्रत्ययात् शप् प्रत्ययात् यः यः गुणः भवितुं शक्नोति तत् कुबन्तलघुपदस्य च अथवा सार्धातुकार्धातुकयोः इति सूत्रेण तादृशः गुणः इदानीं न भवति, यतोहि तत्र लुमान् इति अस्ति। तर्हि एकमस्ति तत्, तदनन्तरम् अस्ति यत् अदादिगणे अपि लुमान् इति लुक् अस्ति, अदिप्रभृत्यभ्यः लुक् अस्ति खलु, परन्तु ज्योत्यादिगणे श्लू अस्ति। तर्हि अदादिगणस्य लुक् अपि च ज्योत्यादिगणस्य श्लू तयोः भेदः कः? तर्हि प्रथमः तु अस्ति यत् उभयत्र सामान्यमस्ति यत् समानम् अस्ति यत् उभयत्र अङ्गकार्यं न भवति, परन्तु विशेषः अस्ति यत् श्लू यत्र लिखितमस्ति तत्र द्वित्वकार्यं भवति, द्वित्वकार्यं भवति। व्याकरणे पञ्चस्थलेषु द्वित्वकार्यं भवितुं शक्नोति, ज्योत्यादिगणे यङ् अथवा यङ् युगल् प्रक्रियायां, सना सन् प्रक्रियायां, तदनन्तरं लिट् लकारे, अपि च चिलि चिलि नाम चङ् चङ् चङ्गि तत्र लुङ् लकारे। तर्हि ज्योत्यादिगणे श्लू श्लौ इति सूत्रमस्ति। श्लौ इति सूत्रं किं वदति यत् श्लौ नाम श्लू परे अस्ति चेत् द्वित्वं भवति इति सूत्रमस्ति। तर्हि ज्योत्यादिगणे श्लू तस्य मुख्यप्रयोजनमस्ति द्वित्वं करणीयम् इति। अस्तु, तर्हि श्लू तस्य द्वित्वं भवति। इदानीम् एकप्रकरणमस्ति, द्वित्वप्रकरणं षष्ठम अध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य द्वादशसूत्रपर्यन्तं द्वित्वप्रकरणमस्ति। इदम् अस्मिन् प्रकरणे किं लिखितमस्ति यत् द्वित्वं कुत्र कुत्र भवति, द्वित्वं कथं करणीयं, द्वित्वम् इत्युक्ते किं। तर्हि एतत् सर्वम् अस्मिन् प्रकरणे अस्ति। इदानीम् अस्माभिः तदनन्तरम् अस्माभिः पठितं यत् यदा द्वित्वं भवति तर्हि प्रथमभागः यत् अस्ति तस्य नामकरणं भवति अभ्यास, द्वितीय प्रथमभागस्य नाम अस्ति अभ्यास। उभय ये भागे स्तः तयोः नाम अस्ति अभ्यस्तं, प्रथमभागस्य नाम अस्ति अभ्यासः, उभे अभ्यस्तम् इति अस्ति। तर्हि एकवारं द्वित्वं यदा भवति, अभ्यास यदा आगच्छति, तदनन्तरम् अभ्यासकार्यं करणीयम्, अभ्यासकार्यं करणीयम्। अभ्यासकार्यमपि एकप्रकारेण अङ्गकार्यम् एव अस्ति, सप्तम अध्याये आगच्छति, परन्तु एतादृशं केवलम् अभ्यासे भवति। तर्हि इदानीं कानिचन अभ्यासकार्याणि सन्ति यानि सामान्य अभ्यासकार्याणि सन्ति, सर्वत्र भवन्ति। कानिचन अभ्यासकार्याणि सन्ति यानि केवलं विशिष्टस्थानेषु भवति नाम भवन्ति नाम श्लुकृते एव भवन्ति कानिचन केवलं यं कृते भवति कानिचन केवलं सन् कृते भवन्ति परन्तु सामान्य अभ्यासकार्याणि सर्वत्र भवन्ति तर्हि सामान्य अभ्यासकार्याणि साधारण अभ्यासकार्येभ्यः सूत्राणि कानि कानि सन्ति अस्माभिः गतरविवासरे एव पठितं तत्र एकं सूत्रमस्ति ह्रस्वः ह्रस्वः यदा अभ्यासः अस्ति अभ्यासमध्ये यत् अस्वरवर्णः अस्ति तस्य ह्रस्वत्वं भवति अतः दा धातुः अस्ति तस्य द्वित्वं यदा भवति दा दा तत्र यत् अभ्यासः अस्ति तस्य ह्रस्वत्वं भूत्वा ददा इति भवति ते ह्रस्वः इति सूत्रमस्ति तदनन्तरम् अन्यसूत्रमस्ति हलादिशेषः हलादिशेषः हलादिशेषः इति सूत्रं किं वदति यदि अभ्यासः अस्ति तत् हलादि अस्ति अभ्यासः यदि हलादि अस्ति तर्हि केवलं प्रथम हल्वर्णः एव अवशिष्यते अन्ये सर्वे हल्वर्णाः अपगच्छन्ति प्रथम एव हल्वर्णः अवशिष्यते अन्ये सर्वे हल्वर्णाः अपगच्छन्ति तर्हि उदाहरणं किमस्ति उदाहरणमस्ति किमस्ति उदाहरणं कोऽपि वक्तुं शक्नोति वा पच् दातु महोदय पच् पच् अस्ति पठ् अस्ति पठ् मध्ये अपि पठ् पठ् इति भूत्वा तदनन्तरं पठ् इति एव अवशिष्यते केवलं प्रथमः एव वर्णः अवशिष्यते हल् वर्णः तर्हि यदस्ति हलादिशेषः तदनन्तरमस्ति शर्पूर्वाः खयः शर्पूर्वाः खयः इति सूत्रमस्ति तत् सूत्रं शर्पूर्वाः खयः इति इदानीं तु अत्र अस्माभिः न पठितं तत्र प्रायः तस्य अस्मिन् प्रकरणे युवक्यादिगणितस्य कार्यं न भवति अग्रे आगच्छति चेत् वयं पठामः तदनन्तरमस्ति कुहोष्ठुः कुहोष्ठुः इति सूत्रं किं वदति कुहोष्ठुः वदति यत् अभ्यासे कवर्गः अथवा कवर्णः अस्ति चेत् तस्य स्थाने अन्तर्तमः इति सूत्र इति सामान्य इति बलेन तुल्यतमः चवर्गीयवर्णः भवति तर्हि कवर्गस्य चवर्ग इति भवति अकारस्य चकारः इति भवति तदनन्तरमस्ति उरत् उरत् इति अस्ति यत् अभ्यासे यदि ऋवर्णः अस्ति चेत् तस्य स्थाने ह्रस्व अकारः भवति तत्र तदनन्तरम् उरण्परः इति सूत्रेण यत् एतत् एतादृशः यत् ह्रस्व अकारः अस्ति तत् रबरः भवति तदनन्तरम् अन्ते अस्ति अभ्यासे चर्च अभ्यासे चर्च इति सूत्रेण अभ्यासे यः अभ्यासे यदि झल्वर्णः भवति तत्र झल्वर्णस्य स्थाने जश् अथवा चर् इति भवति झल्वर्णस्य स्थाने जश् अथवा चर् इति भवति तर्हि जश् कुत्र भवति तृतीयचतुर्थवर्णेषु वर्णयोः स्थाने जश् भवति प्रथमद्वितीयवर्णयोः स्थाने चर् इति भवति तर्हि जश् अथवा चर् इति भवति तर्हि इति सामान्य अभ्यासकार्याणि सन्ति अग्रे गत्वा श्लूकृते विशेषकार्याणि यानि सन्ति तद् अग्रे वयं पठामः तर्हि एतादृशम् अस्ति तर्हि इदानीं भवत्यादिगणे क्रमः कीदृशः भवति ते प्रथमं तु शप् आगच्छति शप् स्थाने श्लू भवति श्लू इति आगत्य किं भवति यत् शप् शपनिमित्तीकृत्य अङ्गकार्याणि न भवन्ति अपि च द्वित्वं भवति तर्हि इदानीं द्वित्वं करणीयं द्वित्वं इदानीं करणीयं तदनन्तरम् अभ्यासकार्यं करणीयम् अभ्यासकार्यं करणीयम् अदा द्वित्वं कृत्वा अपि च अभ्यासकार्यानन्तरम् अस्माकम् अङ्गं निर्मीयते अङ्गम् अङ्गस्य निर्माणः भवति अङ्गस्य अनन्तरं किं भवति तदनन्तरं सिद्धतिङ्प्रत्ययः आगच्छति सिद्धतिङ्गप्रत्ययात् अङ्गकार्यं भवति तदनन्तरम् तदनन्तरम् अङ्गसिद्धतिङ्गप्रत्ययोः मिलनं भवति इति अस्ति तर्हि इदानीं प्रथमसोपानं तु अस्माभिः दृष्टं विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं तत्तु किमपि नास्ति केवलं द्वित्वं करणीयम् अभ्यासकार्यं करणीयम् इदानीं द्वितीयबिन्दुः अस्ति तिङ्प्रत्ययः सिद्धिः द्वितीयबिन्दुः अस्ति तिङ्प्रत्ययः सिद्धिः त इदानीं वयं पठामः बहुत्र तु केवलं अनुदन्त अङ्गानां कृते ये सिद्धतिङ्प्रत्ययाः सन्ति ते एव भवन्ति कुत्रचित् अभ्यस्त अङ्गमस्ति अतः कुत्रचित् भेदः भवति तद् वयं सः भेदः इदानीं तद्भेदम् इदानीं वयं पठामः प्रथमबिन्दुः अस्तु पठतु किमपि नास्ति परन्तु अस्तु पठामः अरुणा महोदय पठतु प्रथमबिन्दु महोदय क्षम्यतां क्षम्यतां महोदय तिङ् प्रत्ययः सिद्धिः युहोत्यादिगणे अङ्गम् अदन्तम् अतः अनदन्त अङ्गानां कृते सिद्ध तिङ् प्रत्ययः भवन्ति परन्तु यत्र धातुः क्षम्यतां विकरणप्रत्यय निमित्तिकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनम् प्रथमविकरणप्रत्ययनिमित्तक अलङ्कारम् इति चेत् विकरणप्रत्यय स्लू आगच्छति जुहोत्यादिगणे जुहोत्यदिभ्यः स्लू इति सूत्रेण तदा तदनन्तरं धातुविकरणप्रत्ययोः मेलनं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं नास्ति यतः शप् विकरणप्रत्ययस्य स्लू भवति स्लूः तु अङ्गकार्यस्य निमित्तं भवति तच्च तृतीयसोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम् एव तदर्थम् अभ्यासकार्यमपि तत्र एव स्लू विकरण युहोत्यादिगणे विकरणप्रत्ययः स्लू इति अस्ति अत्र स्लू एतत् अर्थं किम् इति चेत् लोपः भवति प्रत्यय ततः अङ्गकार्यं अत्र विकरणप्रत्यय कार्यम् अपि नास्ति केवलं द्वित्वं भवति स्लोः इति सूत्रेण तदेव अत्र तर्हि केवलं द्वित्वम् अपि च अभ्यासकार्यं करणीयं स्लू इति निमित्तं निमित्तीकृत्य अन्य किमपि तत्र अङ्गकार्यं नास्ति इति एव अस्तु अग्रे तिङ् प्रत्ययः प्रसिद्धिः जुहोत्यादिगणे अङ्गम् अनदन्तम् अतः अनदन्त अङ्गानां कृते सिद्ध तिङ् प्रत्ययः भवन्ति प्रत्ययाः भवन्ति परन्तु यत्र धातुः अभ्यस्तसञ्ज्ञकः अस्ति तत्र तिङ् प्रत्ययानां सिद्ध्यर्थं विशेषकारद्वयं वर्तते जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसञ्ज्ञकः अत्र सर्वत्र इमे द्वे कार्ये स्तः वयं जानीमः जुहोत्यादिगणे अदन्त अङ्गम् अङ्गम् अदन्तमस्ति चेत् सिद्धतिङ्प्रत्ययः पूर्वमेव भवति परन्तु द्वे सूत्रे स्तः अत्र कार्यं करोति तत्र अङ्गम् अनन्तम् अनन्तम् अस्ति अतः अनन्तानाम् अङ्गानां कृते सिद्धतिङ् प्रत्ययाः सन्ति ते एव भवन्ति परन्तु अङ्गम् अभ्यस्तम् अस्ति अतः द्वे स्थाने विशेषकार्यं करणीयं क्षम्यतां द्वयोः स्थानयोः विशेषकार्यं करणीयम् अस्तु प्रथमसूत्रं पठतु अद्यभ्यस्तात् अभ्यस्तसञ्ज्ञकधातुः अस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशो भवति अत् पदमान्तम् अभ्यस्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रं जो अन्तः इत्यस्मात् जः षष्ट्यन्तम् इत्यस्य अनुवृत्तिः आयनेयिनेयः षड्छङ्गाः काम् प्रत्ययादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्ययादैः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्यय आदेः जः अत् अत्र अद्यभ्यस्तात् सूत्रं चतुर्थ अध्याये सप्तम अध्याये एकपदमपादे चत्वारि सूत्रः अत्र अभ्याससंज्ञधातु अस्ति प्रत्यय आदिमवर्णजकार अस्ति चेत् तत्स्थाने अत् आदेशः भवति वयं जानीमः जो अन्तः इति सूत्रेण झि इति प्रथमपुरुष बहुवचनप्रत्ययः, तत्स्थाने जकारस्थाने अत् आदेशः भवति, जो अन्तः इति प्रबाध्य. तर्हि अदस्य सूत्रमेकस्ति, तत् झोन्तः इति सूत्रस्य अपवादः. सामान्यतया वयं जानीमः यत् झकारस्य स्थाने अन्त इति भवति झोन्तः इति सूत्रेण, परन्तु अदभ्यस्तसूत्रं वदति यत् अभ्यस्त अङ्गमस्ति चेत्, धातु अभ्यस्तधातुः अस्ति चेत् किं भवति, अभ्यस्तधातुः अस्ति चेत् झकारस्य स्थाने अन्त न भवति, अपि तु अत् इति भवति. अस् तर्हि अभ्यस्त अङ्गात् प्रत्यय आदेः झः अस्ति. तर्हि झोत्यादिगणे सर्वत्र अभ्यस्त अङ्गः अस्ति, अतः प्रत्ययस्य झकारस्य स्थाने अत् भवति. एतादृशं कार्यम् अन्य कुत्रापि कुत्र अस्माभिः दृष्टं पूर्वे पूर्वम्? अदादिगणे कस्य कस्य धातूनां केषां धातूनां कृते चक्षिप्तादेश जक्षित्यादयः षट् सप्तधातवः सन्ति, तत्रापि अभ्यस्तसंज्ञा भवति, अतः तत्रापि अदभ्यस्तसूत्रं कार्यं करोति. अतः दरिद्रा धातु, दीधी धातु, बेली धातु, क्षीं धातु, तत्र सर्वत्र दक्षित्यादयः षट् इति सूत्रेण कार्यं भवति. तत्रापि अदभ्यस्तात् इति सूत्रं कार्यं करोति. क्षीं अस्माकं ऋकारः धातुकः अस्ति जागृकः, जागृ जागृ दरिद्रा दीधि वेदी, तत्रापि झकारस्य इति सूत्रेण अभ्यस्तसंज्ञा भवति, अतः तत्रापि झकारस्य स्थाने अत् इति भवति. अस्तु, धन्यवादः महोदय. अग्रे रघुपतिमहोदय अग्रे पठतु. ध्येयं यत् ध्येयं यत् अत् आदेशस्य तकारः हलन्त्यम् इति सूत्रेण इत्संज्ञकः न, यतोहि अत्तु विभक्तिसंज्ञकः जी प्रत्ययस्य अवयवस्य आदेशः, अतः नविभक्तौ तु स्माः इत्यनेन हलन्त्यं बाधितं भवति, इत्यनेन हलन्त्यमिति बाधितं भवति. विभक्तिसंज्ञकः भवति इति कृत्वा तत्र तकारस्य लोपः न इत्संज्ञः न भवति इति दत्तमस्ति. श्रूयते वा? अग्रे पठामि वा महोदय? अवगच्छन्ति वा? आं महोदय. आम् आं महोदय. तकारस्य हलन्त्यमिति सूत्रेण इत्संज्ञा न भवति, न विभक्तौ तु स्मः इति सूत्रेण. न विभक्तौ तु स्मः. अग्रे पठतु महोदय. अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झस्थाने अतादेशः, अतः लटि झि इति इदानीम् अत् आदेश इत्यनेन तत्र अति न तु अन्ति, लोटि झि तत्र अतु भवति न तु अन्तु इति अस्ति, वयं जानीमः. तत्र तर्हि सिद्धति प्रत्ये अति इति भवति, अति अतु आत्मनेपदेषु किं भवति? तत्र झी न झ इति खलु तत्र भवति वा? झ अस्ति खलु आत्मने अदर्शसङ्गात्. आत्मनेपदेषु एतादृशं चिन्तनं तस्य आवश्यकता नास्ति. किमर्थम्? तत्र आत्मनेपदेषु अनतः इति अत एव भवति खलु अनदन्ताङ्गम, तदेव अस्ति. आत्मनेपदेषु अनदन्तम् अङ्गम् अस्ति चेत् सर्वत्र झकारस्य स्थाने अत् एव भवति, अभ्यस्तम् अस्ति वा नास्ति वा, तर्हि तत्र विशेषचिन्तनस्य आवश्यकता नास्ति. अतः केवलं परस्मैपदी अभ्यस्त धातूनां कृते एव चिन्तनं करणीयम्. अस्तु, अग्रे द्विजभ्यस्तविधिभ्यश्च. अग्रे द्वितीयमस्ति सृजभ्यस्तविधिभ्यश्च इति सूत्रं तृतीयाभ्यस्तचतुर्थपादस्य नवाधिक एकशतम् एकशततमं सूत्रं. नित्लकारस्य अवस्थायां सित् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः च परस्य झि प्रत्ययस्य स्थाने जुस् आदेशः भवति. चिच्च अभ्यस्तश्च विधि अभ्यस्तश्च विधिश्च तेषाम् इतरेतरद्वन्द्वः सृजभ्यस्तविधिविधयः तेभ्यः सृजभ्यस्तविधिभ्यः सृजभ्यस्तविधिभ्यः पञ्चम्यन्तं च अव्यपदं द्विपदविदं सूत्रं नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः जेर् जुस् इत्यस्मात् जेः जुस् इत्यनयोः अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सृजभ्यस्त विधिभ्यश्च नितः लस्य जेः जुस् इति अस्ति. अतः जी स्थाने जुस् आदेशः भवति, अत्र लङ्लकारे नित् लस्य नितः लस्य. तर्हि स्पीज् स्पीज् अस्ति, स्पीच् प्रत्ययः, अपि च अभ्यस्त अभ्यस्तधातुः अस्ति, अपि च विद् धातुः अस्ति चेत् नित् लकारस्य जी स्थाने जुस् भवति. तर्हि एतादृश नित् लकार इत्युक्ते महोदय किं लङ् अपि अस्ति, लिङ् अपि अस्ति, विधिलिङ्ग्? तर्हि केवलं लङ् मध्ये एव किमर्थं करणीयं तस्य चिन्तनम्? नित् चत्र जेजुस् इति अस्ति, विधिलिङ्ग्लकारे अस्ति एकवारं, सम्यक् तदेव अस्ति खलु. तत्र विधिलिङ्ग् मध्ये तु सर्वत्र जी स्थाने जुस् एव भवति, सर्वत्र अभ्यस् अस्ति वा नास्ति वा किमपि अस्तु छेर् जुस् इति सूत्रेण, परन्तु अभ्यस्तं यः अस्ति चेत् लङ् लकारे अपि जी स्थाने जुस् भवति इति विशेषकार्यमस्ति. निजभ्यस्त विधिभ्यस्त इति सूत्रं वदति यत् लङ् लकारे अपि जी स्थाने जुस् भवति, लिङ् लकारे तु जी स्थाने जुस् भवति एव छेर् जुस् इति सूत्रेण. अग्रिमसूत्रमस्ति, अग्रिमसूत्रं हा अग्रिमनस्वरं पूर्वं हा सर् पूर्वं इति पूर्वसूत्रम्. अपि च अस्य सूत्रस्य आत्मनेपदे तु प्रसङ्गमस्ति वा? न भवति, जेः इति दत्तमस्ति, अत्र जि इत्यस्य एव भवति, अतः तत्र ज इति अस्ति, अतः न भवति. अत्र झे इति अस्ति, झे स्थाने नाम झि, झि षष्ठी विभक्ति झे अस्ति, अतः झि तु केवलं परस्मैपदे अस्ति, आत्मनेपदे तु झ अस्ति, अतः अस्य सूत्रस्य प्रसक्तिः केवलं आत्म परस्मैपदेषु भवति इति अस्ति. अस्तु अग्रे. अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि स्थाने जुस् आदेशः, जुस् इत्यस्य अनुबन्धलोपे रुत्वविसर्गे उ इति भवति. तर्हि अभ्यस्तसंज्ञकधातुः अस्ति चेत् लङि अनुस्थाने उहु इति प्रत्ययः भवति. अतः आहत्य अभ्यस्तसंज्ञकधातूनां कृते सार्वधातुकलकारेषु सिद्धतिङ्प्रत्ययाः एते ज्योत्यादिगणे एते एव योजनीयाः इति अस्ति. परस्मैपदं लट्लकारे तीतः अति अन्ति इत्यस्य स्थाने अति भवति, सीतः त मीवः महः. आत्मनेपदे ते आते अते, से आथे द्वे, ए वहे महे इति अस्ति. अस्तु महोदय, लोट् हा धन्यवादः. अस्तु अग्रे मलर् महोदय अग्रे पठतु. लोट् लकारः तु तात् ताम् अतु अत् स्थाने अतु आगच्छति. अत्र हि ता तं त आनि आव आम ताम् आताम् अताम् स्व आतां द्वम् ऐ आवहे आमहि. लङ् लकारः तकारः ताम् उहु, अत्रापि उहु भवति. तकारः तं सृजभ्यस्त विधिभ्यश्च च सकारः तं त अं व म आत्मनेपदे त आताम् अत ताः आतां द्वम् इ वहि महि विधिलिङ्ग्. अत्र किमपि विशेषः अस्ति यात् यातां युः, याः यातां यात, यां याव याम आत्मनेपदे ईत ईयातां ईरन् ईताः ईयाताम् ईद्वम् ईय ईवहि ईमहि. अग्रे पठनीयं कश्चारि प्रश्नः अस्ति वा इदानीं पर्यन्तं केवलं लङ्लकार बहुवचनप्रथमपुरुषे उः इति भवति अपि च लट् लकार लोट्लकारे अन्ति न भवति अपि च अति भवति अन्तु न भवति अतु भवति अन्यत्र सर्वत्र अनन्ताङ्गानां कृते ये प्रत्ययाः सन्ति ते एव सन्ति अस्तु तर्हि सिद्धतिङ्प्रत्ययः तर्हि तिङ्प्रत्ययः सिद्धः अग्रे तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्ग तिङ्प्रत्ययोः मेलनम् आकारान्तदातवः षट् धातवः सन्धिः सन्धि माङ् माणे मा पोहा गतौ हा पोहा त्यागे हा गा स्तुतौ गा दुदैं दाने दा दुदैं दा धारणपोषणयोः दा च आकारान्तदातवः षड् धातवः सन्धि माङ् ओहाग् ओगाग् गा रुदैं रुदैं इति माङ् माणे मा ओहाग् गतौ हा ओगाग् त्याहो त्यागे हा गा स्तुतौ गा वित्तम् अग्रे पठनीयं महोदय अस्तु इदानीं धन्यवादः तर्हि मा धातु अपि च हा धातु धातुद्वयमस्ति हा एक अस्ति ओहाङ्ग् एक अस्ति ओहाक् तर्हि मा हा गा इति धातूनां कृते कार्यं कथं भवति इति वयं पठामः अस्तु अग्रे इदानीं को अस्ति विजया महोदय पठतु प्रथमः अस्ति मा योगः शप् मा योगः शप् अत्र प्रथमस्ति मा योगः लट् लकारः इति अस्ति तर्हि इदानीं शप् प्रत्ययः आगच्छति कर्त्रि शप् शप् स्थाने श्लू भवति तेन सूत्रेण ज्योत्यादिगणे ज्योत्यादिभ्यः श्लू इति सूत्रेण तर्हि मा योगः श्लू योगः लट् अत्र इदानीं श्लू किमस्ति द्वित्वं भवति तेन सूत्रेण श्लौ अतः प्रथमतया द्वित्वं करणीयं विजया महोदय पठतु द्वित्वम् अभ्यासकार्यम् कुत्र जि मा स्लौ इत्यनेन द्वित्वम् एतत् वा न ए पार्ट् अस्ति खलु माङ् माने ओहाङ्गतौ एतत्तु भवत्या अस्तु माङ् माने मा धातुः ओहाङ्ग् गतौ हा इति धातु ओहाक् त्यागे हा गा स्तुतौ गा एव द्वित्वम् अभ्यासकार्यं च बृञ्जाद्यन्त एकनिमिषं बृञ्जाद्यन्तगणः दुबृञ्ज् धारणपोषणयोः माङ् माणे ओहाङ्ग् गतौ इमे त्रयः धातवः बृञ्ञादयः ब्रियामित् ब्री माङ् ओहाङ्ग् इत्येषां धातूनाम् अभ्यासस्य ह्रस्वः इकार आदेशः भवति स्लौ परे अलोन्तस्य इत्यनेन अभ्यास अन्तस्य वर्णस्य स्थाने इत् आदेशः न तु अभ्यासस्य पूर्णस्य ब्रियां षष्ट्यन्तम् इत् प्रथमान्तं द्विपदमिदं सूत्रं निजा त्रयाणां गुणः स्लौ इत्यस्मात् त्रयाणां स्लौ इत्यनयोः अनुवृत्तिः अत्र लोपाभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ब्रियां त्रयाणाम् अङ्गस्य अभ्यासस्य इत् श्लौ तत्र किमस्ति चेत् इकारः आदेशः भवति तत्र अभ्यासस्य ह्रस्वः स्थाने त्रीणि त्रयाणाम् अभ्यासस्य ब्लुञ् माङ्ग् ओहाङ्ग् इत्येषां धातूनाम् अभ्यासस्य ह्रस्वः स्थाने इकारः आदेशः भवति. सम्यक्. तर्हि पठतु एतादृशं कार्यं निमित्तं किमस्ति? श्लू. श्लू अस्ति चेदेव एतादृशम् अभ्यासकार्यं भवति. तर्हि एतादृशम् अभ्यासकार्यं सामान्य अभ्यासकार्यं नास्ति, केवलं ध्रुवत्यादिगणे श्लूपरे अस्ति चेदेव भवति. तर्हि ध्रुवत्यादिगणे नाम श्लूपरे अस्ति चेत् ध्रियां त्रयाणाम् अङ्गस्य नाम ध्रियां त्रयाणाम् इत्युक्ते ध्रिय माङ्ग ओहाङ्ग् ध्रिय माङ्ग ओहाङ्ग् इत्येषां त्रयाणां धातूनाम् अभ्यासस्य ह्रस्व इकारः भवति. ध्रि माङ्ग ओहाङ्ग् एतादृशत्रयाणाम् अभ्यास अङ्गानाम् अभ्यासस्य ह्रस्व इकारः भवति श्लूपरे. इदानीम् अभ्यासस्य ह्रस्व इकारः भवति इत्युक्ते कुत्र भवति? तर्हि अलोङ्क्यस्य इति सूत्रेण अन्तिमवर्णस्य स्थाने ह्रस्व इकारः भवति इति अस्ति. अग्रे पठतु. त्रिषु धातुषु माङ् माणे अनुबन्धलोपे मा अनुबन्धलोपे मा ओहाङ्ग् गतौ अनुबन्धलोपे हा एव तिष्ठति. अनन्तरम् आकारान्तधातु द्वयमपि नित्वत्वात् आत्मनेपदी धातुः. अत्र अनुबन्धलोप अनन्तरं माङ् माणे इत्युक्ते तत्र मा एव तिष्ठति. ओहाङ्क् गतौ ओहाङ्क् तत्र आह एव तिष्ठति. आकारान्तधातुः द्वयमपि निद्वत् भवति आत्मनेपदी धातुः अस्ति. अग्रे पठामि. नित्वत्वात् नित्वात् अस्तु नित्वात् आं जि पठतु. मा त्रिषु धातुषु माङ् मा अस्तु. अनन्तरं मा स्लौ मा स्लौ इत्यनेन द्वित्वं मा मा इति भवति. व्रियामित् इत्यनेन अभ्यासस्य ह्रस्वः इकार आदेशः भवति. अतः प्रथम मा इति स्थाने मी मिमा इति अङ्गं भवति. तादृशमेव हा स्लौ तत्र सूत्रेण इत्यनेन द्वित्वं भवति. आहा आहा ब्रियामित् इत्यनेन अभ्यासस्य ह्रस्वः इकार आदेशः भवति. अतः प्रथमवर्णस्य स्थाने हा स्थाने हि भवति. हि हा अनन्तरं कुहोश्चुः इति सूत्रेण अभ्यासस्य छ वर्ग आदेशः भवति. छ वर्गस्य हि जि हा अभ्यासे चर्च इत्यनेन जष् स्थाने जष् जिहा इति भवति. जिहा इति अङ्गं भवति त्रीणि स्थाने तत्र. तर्हि सर्वे अवगच्छन्ति वा द्वित्वं कथं करणीयं मा कृते अपि च ओहाङ्ग् कृते? इत्यनेन द्वित्वं भवति मामा. तदनन्तरं मा तस्य अभ्यासमस्ति, अभ्यासस्य आकारस्य स्थाने इत्वं भवति मिमा इति भवति. सा मध्ये हाहा हिहा इति भवति. कुहोश्चु इति सूत्रेण हकारस्थाने झकारः जिहा. तदनन्तरम् अभ्यासे चर्च इति सूत्रेण झकारस्य स्थाने झकारः जिहा इति भवति. अङ्गम् अस्ति मिमा जिहा. अस्तु अग्रे को अस्ति? अग्रे एकनिमिष मीना महोदय शृणोति एव. विजया महोदय अन्य कोऽपि अस्ति वा येन एकम् एकवारमपि न पठितम्? मीना महोदय एव केवलं शृणोति अद्यापि. अस्तु अरुणा महोदय. अरुणा एव महोदय. ओहाक् त्यागे अनुबन्धलोपे हा धातुः परस्मैपदी धातुः. हा तित्वम् अभ्यासकार्यं च परिशीलनीयं. वदतु प्रथमं ओहाङ्ग् हा इति धातुः स्लौ इति सूत्र आगत्य षप्रद प्रति प्रभ्राज्य स्लौ प्रत्यये आगच्छति. स्लू धातु स्लू प्रति आगच्छति स्लौ इति सूत्रेण अद्यत्वं भवति हा हा भवति तदनन्तरं हस्व हस्वतः हा एव भवति हा हा भवति तदनन्तरम् अभ्यासे चतुसूत्रेण हकारस्थाने पदं झकार आगच्छति झ ह झ अनन्त झस्तं भवति झ इति अङ्गं निष्पन्नं भवति. सम्यक्. तर्हि हा हा तदनन्तरं ह्रस्वः इति सूत्रेण ह्वः तदनन्तरं कुहोष्ठु इति सूत्रेण झः तदनन्तरम् अभ्यायचर्चा इति सूत्रेण जः. तर्हि ओहाङ् गतौ इति सूत्रे इति धातुना धातोः कृते ओहाङ् गतौ धातोः कृते जिहा इति भवति ओहाक् त्यागे धातोः कृते जहा इति भवति. अस्तु अग्रे गा गा धातु गा स्तुतौ छान्दसः इत्युक्तौ वेदे प्रयुज्यते न तु लोके अतः बहुलं छन्दसि इत्यनेन सूत्रेण अभ्यासस्य इत्त्वं गा गा प्रथमं गा स्लु स्लौ इति सूत्रेण दत्तं गा गा हस् हस्वबाधित्य बहुलं छन्दसि इति सूत्रेण एकार आगच्छति हस्वाकारस्थाने गी गा तदनन्तरं कुहोश्चुः इति सूत्रेण किमर्थं जकार आगच्छति जकार आगच्छति जिगा इति रूपम् अङ्गम. तर्हि सूत्रं पठतु अग्रे बहुलं छन्दसि. बहुलं छन्दसि सप्तम अध्याये चतुर्पादे पश्यतु अत्र गृह्यामित् इति सूत्रान्तरमेव आगच्छति. गृह्यामित् इति सूत्रान्तरमेव आगच्छति बहुलं छन्दसि. बहुलं छन्दसि विषये अभ्यासस्य इकारादेशो भवति स्लौ. यस्य कस्यापि धातोः स्लौ परे द्वित्वं तस्य वेदप्रसङ्गे अभ्यासस्थितस्य स्वरस्य इकार आदेशः यथा वच् विभक्ति हच् शिशक्तिः घृ जिघ्रति हृ जिघ् वेदप्रसङ्गे वेदप्रसङ्गे नाम छन्दसि छन्दसि इत्युक्ते वेदप्रसङ्गे वेदप्रसङ्गे यत्र द्वित्वं भवति तत्र अभ्यासस्य इत्त्वं भवति. तत्रापि बहुलमस्ति कुत्रचित् भवति कुत्रचित् न भवति इति अस्ति परन्तु वेदप्रसङ्गे भवति. लोकप्रसङ्गे केवलं ह्रियामित् इति धातुत्रयाणाम् एव ह्रस्व इत्त्वं भवति परन्तु वेदप्रसङ्गे तु यत्र कुत्रापि सर्वत्र बहुलं कुत्रचित् भवति कुत्रचित् न भवति ह्रस्वयित्वं भवति इति. तत् गा धातु अस्ति केवलं छन्दसि एव अस्ति अतः तस्य बहुलं छन्दसि इति सूत्रेण गदा तदनन्तरं गिगा जिगा इति भवति. अस्तु अग्रे. तर्हि इदानीं आकारान् धातूनां कृते इदानीं क्षम्यतां मा ओहाङ् ओहाक् गा धातूनां कृते अस्माकं द्वित्व अङ्गं निष्पन्नम् अस्माकं द्वित्व अङ्गं अभ्यस्त अङ्गं निष्पन्नम्. इदानीं सिद्धतिङ् प्रत्ययः आगत्य मिलनं करणीयं. फस्ट् पठतु अग्रे. तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं नाभ्यस्तयोरातः न प्रत्ययस्य अभ्यस्तसञ्ज्ञकधातोः च आकारस्य लोपः भवति किति निति सार्वधातुकप्रत्यये परे नाश्च अभ्यस्तश्च तयोः इतरेतरद्वन्द्वः नाभ्यस्तौ तयोः स्नाभ्यस्तयोः स्नाभ्यस्तयोः सत्यन्तम् आतः सत्यन्तम् इति पदमिदं सूत्रं स्नतोरल्लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः क्षम्यतां महोदय. अन्य सर्वे म्यूट् कुर्वन्तु. स्नसोरल्लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः गमहनजनकनगसां लोपः किनिति इत्यादिङ्गि इत्यस्मात् किनिति इत्यस्य अनुवृत्तिः अत उत्सर्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अङ्गस्य स्नाभ्यस्तयोः आतः लोपः कितिमिति सार्वधातुके सूत्रं वदति स्नाभ्यस्तयोरातः निमित्तानि किम् इति चेत् स्नाप्रत्ययस्य च अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति निमित्तं कितिमिति सार्वधातुकप्रत्यये परे. तर्हि अस्माभिः क्रियादिगणे पठितं तत्र स्नाप्रत्ययस्य निमित्तम् अस्ति, इदानीम् अभ्यस्तसंज्ञकनिमित्तम् अस्ति. तर्हि स्नाप्रत्ययान्त अङ्गमस्ति अपि च अभ्यस्तधातुः अस्ति चेत् तस्य आकारस्य लोपः भवति. आकारस्य लोपः भवति कुतः भवति? कित्नित् सार्वधातुकप्रत्यय, कित्नित् सार्वधातुकप्रत्यय. तर्हि अङ्गस्य स्नाभ्यस्तयोः आतः लोपः निति सार्वधातुके अस्ति. तर्हि कितने सार्वधातुकप्रत्यये परे स्नाप्रत्ययान्त अथवा अभ्यस्तसंज्ञकधातूनाम् आकारस्य लोपः भवति, आकारान्तरङ्गस्य लोपः भवति इति अस्ति. अग्रे हल्यघोः स्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ईकारादेशः भवति कितिमिति हलादिसार्वधातुकप्रत्यये परे, परन्तु भूसंज्ञकधातुः चेत् न भवति. नुसंज्ञकधातुः नाम दा धा च धातु, न गुः अगुः तस्य आगो अगोः ई लुप्तप्रथमाकं पदम् अलिसप्तम् अघोः सस्यन्तं त्रिपदमिदं सूत्रं स्नाभ्यस्तयोरातः इत्यस्मात् स्नाभ्यस्तयोः आतः चेत् अनयोः अनुवृत्तिः गमहनजनखनघसां लोपः किनित्यानिगि इत्यस्मात् किनिति इत्यस्य अनुवृत्तिः अत् उत्सर्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य स्नभ्यस्तयोः आतः ई किन्ति हलिसार्वधातुके आदोः सूत्रं वदति स्नाप्रत्ययस्य च अभ्यस्तसंज्ञकधातु अस्ति चेत् आकार अस्ति स्थाने ईकारादेशः भवति निमित्तमस्ति किमिति हलादिसारुधातुकप्रत्यये परे एव. नाभ्यस्तयोरातः तत्र हलादि अजादि किमपि नास्ति, परन्तु ई हल्यगोः मध्ये स्नाभ्यस्त स्नाप्रत्ययान्त अथवा अभ्यस्तसंज्ञकधातोः अस्ति चेत् आकारस्थाने ईकारः भवति हलादिसार्वधातुकप्रत्यये परे. तर्हि ई हल्यगोः हलादि भवति, अतः आहत्य स्नाभ्यस्तयोरातः कुत्र कार्यं करोति? अजादि साक्षात् लिखितं नास्ति अजादि, परन्तु फलितरूपेण वयं ज्ञातुं शक्नुमः यत् हलादि अस्ति चेत् ई हल्यगोः कार्यं करोति, अतः अदादि अस्ति चेदेव स्नाभ्यस्तयोरातः कार्यं कर्तुं शक्नोति. अपि च अन्यमहत्त्वपूर्णं कारणमस्ति यत् ई हल्यगोः इति सूत्रम् अघोः इति अस्ति, नाम भूधातुः नास्ति चेत् न कार्यं करोति. भूधातुः इत्युक्ते किमस्ति? भूधातुः, भू इति शब्दे षट् धातुः, परन्तु ते सर्वे दा अथवा धा इति धातोः आकृतिः अस्ति. तदग्रे पठामः, दा धातुः आगच्छति, परन्तु इदानीं फलादि अस्ति चेत् ईकारान् ई धातु ई भवति, ईकारः भवति, अजादि अस्ति चेत् लोपः भवति. अस्तु, धन्यवादः महोदय. अग्रे मदन महोदय पठतु. माङ् माने निक्त्वत् आत्मनेपदी मीमा इति अङ्ग आम् आं महोदय क्षम्यतां मा मीमा हा जिह हा जह गा जिगा एतेषां धातूनां कृते हलादिपित्सु आकारान्तेषु गुणः न भवति अतः किमपि कार्यं नास्ति जिगा योगः ति जिगाति अजा अत्र हलादिपित्सु गुणः न भवति अतः वर्णमेलं जिगा योगः ति जिगाति इति एव भवति अजादिपित्सु आकारान्तेषु गुणः न भवति केवलं सन्धिकार्यं जिगा योगः आणि जिगानि अत्र अत्रापि आकारान्त पित्सु गुणः न भवति केवलं सन्धिकार्यं भवति अत्र तदनन्तरं हलादि अपित्सु ईहल्यगोः इत्यनेन आकारस्य ईकारः ईकारः मिमा योगः ते मिमीते अत्र आकारस्थाने ईकारः आगच्छति हल् प्रत्यये परे अस्ति चेत् अतः मिमीते इति आगच्छति अजादि अपित्सु स्नाभ्यस्तो यातः यो रातः इत्यनेन आकारस्य लोपः मिमा योगः अते मिम् योगः अते मिमते अत्र आकारस्था आकारलोपः भवति मिम् भवति मिम् योगः अते मिमते इति रूपं भवति तर्हि एतत् सर्वं तु वयं जानीमः अस्तु इदानीं मा धातु कृते कार्यं कुर्मः मा इति निपस्ति अतः आत्मनिपदी अस्ति अङ्गमस्ति मीमा तर्हि मीमा अङ्गमस्ति महोदय लट् लकारे रूपाणि वदतु लट् लकाररूपं मीमा मीमा आत्मनेपदं मीमा योगः ते ते अलादि अपित् अस्ति अलादि अपित् हीहल् यगोः इति का सूत्रेण मिमीते आकारस्थाने ईकारादेशः भवति तदा मिमीते मीमायोगः आते अत्र अजादि अपित् अस्ति अजादि अपित् अस्ति चेत् स्नाभ्यस्तरो यातः इति सूत्रेण आकारस्य लोपः भवति मिं योगः आते मिमाते मीमायोगः आते मिमते अनन्तरं मीमा योगः से हलादि अपित् अस्ति अत्र हीहल्यगोः इति सूत्रेण मिमिषे आदेशप्रत्ययः अग्रे मीमायोगः आते अत्र अलादि अपि अस्ति अजादि अपि अस्ति अतः मकारस् आकारलोपः मिं योगः आते मिमाते मिमायोगः द्वे हल् अस्ति मिमी द्वे तदनन्तरं मीमायोगः ये अजादि अपि अतः आकारस्य लोपः मिमे मीमायोगः वहे अत्र हलादि अपि मिमि वहे मिमि महे सम्यक् आहत्य मिमीते मिमाते मिमते मिमीषे मिमाथे मिमीद्वे मिमे मिमीवहे मिमीमहे अस्तु धन्यवादः महोदय अग्रे रघुपति महोदय लोट् हा महोदय मीमा खलु मीमा मीमायोगः तु अस्ति अत्र हित अस्ति, अतः कीर्तकार मिमातु इति भवति. क्षम्यतां क्षम्यतां महोदय. ताम् आताम् अतां स्व आतां द्वम् अयि आवहे आमहे मिमायोगतां इदानीं मिमायोगतां ई हल्यगो इत्यनेन तत्र अपित् प्रत्यय अपित् नित्व अस्ति कार्यं भवति, अतः ई हल्यगोः इत्यनेन तत्र मिमीताम् इति भवति. मीमायोग आताम् अत्र मीमायोग आताम् इति अत्र स्नाभ्यस्य रातः इत्यनेन आकारस्य लोपः भवति, अतः मिमाताम् इति भवति. अनन्तरं मिम योग आतां मिमातां मिमायोग अताम् अत्रापि अपित् अस्ति स्नाभ्यस्य रातः इत्यनेन अभ्यस्तसंज्ञकस्य आकारस्य लोपः भवति, अजात् अपि प्रत्यये परे अतः मिमताम्. अग्रे स्व इति ध्वनिः आगच्छति महोदय. मिमायोग स्व अत्र मिमी भवति ई हलगु इत्यनेन मिमी स्व अत्र सकारचादेशपते इत्यनेन मिमीष्व इति भवति. मिमायोग आताम् अत्र अजादि अपित् प्रत्यय अस्ति, अतः अष्टाभ्यस्य वराता इति सूत्रशक्तिः मिम् योग आतां मिमाताम्. अग्रे ध्वं हलादि अपित् अस्ति, अतः मिमी ध्वं. मिमायोग ऐ अत्र वृद्धिः भवति आकार ऐकारयोः, अत्र मिमै इति. अत्र महोदय अत्र स्नाभ्यस्तेवराता इति सूत्रेण आकारस्य लोपः न भवति वा? हा न भवति, अत्र अपि अत्र ङिति प्रत्यये परे एव भवति, ङिति सर्वाधिकप्रत्यये परे. अत्र एतत्तु पित् अस्ति, पित् आरोपितमस्ति, आडोत्तमस्य पिच्च इत्यनेन तत्र सर्वत्र आत्वम् अस्ति, अतः आ मिमै इति भवति. आ योग ऐ मिमै. मीमायोग आवहि अत्रापि अष्टाभ्यस्य प्रसक्तिः नास्ति, पित्वम् अस्ति, पित्वम् अस्ति अस्मिन् प्रत्यये, अतः मीमावहै मीमामहे इति रूपाणि. सम्यक्. तर्हि मिमीतां मिमातां मिमतां मिमीष्व मिमाथां मिमीध्वं मिमै तत्र वृद्धिः भवति, मिमावहै मिमामहै. अस्तु धन्यवादः महोदय. अग्रे लङ् अपि करोतु. हा महोदय, लङ् लकारे अस्ति. अस्तु किं भवति तत्र मीमा इति अस्ति, मीमा इति अस्ति. इदानीं तत्र अडागमः भवति, अडागः अमिमायोग सकार अस्ति, अमिमा सारी क्षम्यतां क्षम्यतां त इति खलु, अतः तत्र ई हल्लगु इति सूत्रस्य प्रसक्तिः अमीमीत इति भवति, ई हल्लगु इति अमीमीत इति भवति, अकारस्य इत्वं भवति. इदानीम् अमिमा योग आतां स्नाभ्यस्यरात इत्यनेन तत्र आकारस्य लोपः, अनन्तरं वर्णमेलनं अमीमाताम् अमीमाताम् इति भवति. अमी मत इति भवति, तत्र आकारस्य लोपः भवति, आवर्णस्य दीर्घाकारलोपः भवति, स्नाभ्यस्य लाभ इति अमीमत इति अमीमत. इदानीं ताः इति अस्ति हलादि अपित् अस्ति, अतः नित्वत् कार्यं करोति, अतः ई हल्लवैद्यसूत्रस्य प्रसक्तिः अस्ति. अमीमा योग ताः अत्र आकारस्य स्थाने ईत्वं भवति, अमीमीथाः. अग्रे आकारस्नाभ्यस्य प्रसक्तिः, अतः आकारस्य लोपः अमीमाथाम्. अमीमायुगद्वम् अमीमीध्वम् ई हल्लगो इत्यनेन. अग्रे अमीमायोग ई अमीमि इति भवति, क्षम्यताम् आकारस्य लोपः भवति, अमीमि इति भवति, अमीमि अमी अनन्तरं क्षम महोदय खलु अमीमि अमीमि इति भवति, आकारस्य लोपः भवति वर्णमेलन अमि अमि क्षम्यताम् अमिमि दीर्घ नास्ति अमिमि इति अमिमि उभय मि मि उभयत्र ह्रस्वः मिमि आमां मिमि मिमि अमिमि इति अमि मी वहि इति अत्र इहलोके इति सूत्रस्य प्रसक्ति अमि मी वहि अमि मी महि इति रूपाणि सम्यक् धन्यवादः महोदय तर्हि अमीमित अमी माताम् अमीमि अमी क्षम्यताम् अमी अमीमित अमीमित अमी माताम् अमीमत अमीमिथाः अमी माथाम् अमीमिध्वम् अमिमि अमीमि वहि अमीमि महि अस्तु अग्रे विजया महोदय विजिनी विजया महोदय एकनिमिषं तत्र विधिलिङ्ग् करोतु विधिलिङ्ग् अस्ति विधिलिङ्ग् अस्ति चेत् तत्र ईत ईयातां ईरन् ईताः ईयातां ईध्वम् ईय ईवहि ईमहि इति अस्ति तत्र मीमा इति अस्ति तत्र मीमा तत्र स्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य स्थाने ईकारः भवति खलु जि अनन्तरम् ईत इति अस्ति न न तत्र तत्र किमपि मीमा इति अस्ति मीमा इति अस्ति परन्तु तत्र ईत इति अस्ति मीमा योगः ईत मीमीत इति भवति खलु जि केन सूत्रेण आकारस्य लोपः स्नाभ्यस्य रातः खलु मया एतत् इदानीम् उक्तं खलु तत् एतत् न न स्नाभ्यस्तेव रातः इति सूत्रेण प्रथमतया आकारस्य लोपः भवति अनन्तरं दीर्घ आकारस्य लोपः भवति ह्रस्व आकारः अस्ति अनन्तरम् ईत इति प्रत्ययमस्ति मिमीत इति भवति वर्णमेव दीर्घाकारः न दीर्घ आकारः अस्ति परन्तु अत्र स्नाभ्यस्तयो रातः इति सूत्रेण मीम इति अस्ति मिम मिम इति अस्ति ईत इति प्रत्ययं योजनेन मिमीत इति अस्ति सम्यक् तर्हि मिमीत अग्रे सर्वत्र समानमस्ति मिमीत मिमीयाता मिमीरन् मिमीथाः मिमीयाथा मिमीध्वं मिमीय मिमीमहि मिमी तावदेव अस्तु अस्तु सम्यक् इदानीं भवती एव करोतु गा धातुः अस्ति गा धातुः परस्मैपदी अस्ति प्रथमतया वदतु गा धातोः अङ्गं किं भवति द्वित्वानन्तरं गा धातु तत्र अत्रैव अस्ति खलु गा धातु इति अस्ति चेत् तत्र जिगायोगः तीय जिगा जिगायोगः ति जिगाति अत्र करपत्रे अस्ति न करपत्रे अस्ति भवती वदतु वदामि गा इति अस्ति गा इति अस्ति अनन्तरं गागा इति अस्ति खलु स्लौ इति सूत्रेण अनन्तरं तत्र ह्रस्वः भवति हलादिशेषः इति सूत्रेण जिगा इति भवति अस्तु अस्तु जिगा इति भवति अनन्तरं एतत् लट् रूपं खलु लट् रूपं ती एव अस्ति अत्र ती जिगायोगः ती तावदेव जिगाति. अग्रे अग्रे अग्रे किमस्ति चेत् तत्र हि जिगा इति अस्ति. हि अल्युगोः इति सूत्रेण जिगि इति भवति, दीर्घं भवति जिगि इति. अनन्तरं तः योजनेन जिहीतः इति अस्ति. तावदेव. अनन्तरं जिगा इति अस्ति. अनन्तरं स्नाद्यस्तयो रातः इति सूत्रेण रस्वं भवति, जिगति इति भवति. तावदेव. अनन्तरं जिगासि इति अस्ति. जिगासि जिगा अनन्तरं सि इति अस्ति. वर्णमेलनमेव, तत्र किमपि कार्यं नास्ति. अनन्तरं जिहीतः, जिहीतः पूर्वमेव वयं दृष्टवन्तः तत्र ईहल्यहु इति सूत्रेण दीर्घ ईकारः भवति, जिही भवति. अनन्तरं तः योजनेन जिहीतः इति अस्ति. तादृशमेव जिहि योगः त जिहीत. अनन्तरं जिगामि अस्ति, जिगा योगः मि जिगामि. अनन्तरं ई अल् यगोः इति सूत्रेण दीर्घ ईकारः जिगि वः मेलनेन वः मेलनेन जिहि वः. तादृशमेव तत्र जिहीमः आहत्य जिगाति जिहीतः जिगति, जिगासि जिगितः जिहीत, जिगामि जिहीवः जिहीमव जिहीमः. बहु सम्यक्, धन्यवादः महोदय. अग्रे अरुणा महोदय. लोट् लोट् लकार परस्मैपदी. प्रथमं पुरुष जिगा योगः तु इति पित् अस्ति, अद्य हलादिपित्, सो नो गणकार्यं नास्ति. ततः केवलं जिगातु इति रूपं. जिगतात् अस्ति, अत्र अपित् अस्ति, हलादि अपित् अस्ति. ततः ई हल्यादौ हल्यागोः इति सूत्रेण एकार आकारस्थाने एकार आगच्छति, जिगीतात् इति रूपं भवति. तदनन्तरम् आताम् अत्रापि आतामिति अजादि अपित् अस्ति. ततः ज्ञाभ्यस्तयोर् आतः इति सूत्रेण लोपः भवति महोदय. तामेव ताम अलादि अपित् अस्ति. ततः ई अल्यगोः इति सूत्रेण ईकारः आगच्छति, जिगीताम् इति रूपम् अस्ति. अत्र तु अत्र अभ्यस्तात् इति सूत्रेण ऊकारः आगच्छति. तदेव महोदय, जकारस्थाने अभ्यस्तात् आगच्छति, अतो अस्ति, जिगतु इति रूपमस्ति. मध्यमपुरुषे हि शेर्यपिच सूत्रे हि आगच्छति, अपित् अस्ति, लहदि अस्ति. ततः ई हल्यादोः इति सूत्रेण एकार आगच्छति, जिगीः इति रूपं भवति. तात् अस्ति अपि हलादि अपित् अस्ति, तदेव ई हल्यादोः इति सूत्रेण जिगीतात् एकारादेशः जिगातात्. जिगीतं जिगीत अत्रापि हलादि अपित् अस्ति, ततः एकारादेशः ई हल्यगोः इति. लोट्लकारे आने अस्ति, आने पित् अस्ति, अतः केवलं वर्णमेलनमेव जिगानि. सन्धिकार्य जिगा प्रसाने जिगा सवरदिसन्धि जिगा वा जिगाम. तर्हि जिगातु जिगीतात् जिगीतां जिगतु जिगीः जिगीतात् जिगीतं जिगीत जिगानि जिगाव जिगाम। अस्तु अग्रे करोतु महोदय। लङ् लकार लङ् लकार प्रथमम् अदागम आगच्छति जिगा अस्ति तकार अस्ति हल् अद नूतनसूत्रमस्ति महोदय अत्र लिङ् लकार न केवलं जिगात् एव अजिगात् अजिगात् अत्र ताम् अजि तां हलादि अपित् अस्ति ततः ईर् हल्य गौः सूत्रेण एकार अजिगीताम् अजिगुः किमर्थं गुः कं महोदय किमर्थं भवति भवती वदतु तेन सूत्रेण अद्य पठितवन्तः अभ्यस्तात् सिजभ्यस्तविधिभ्यश्च ओ ओ सिजभ्यस्तविधिभ्यश्च इति सूत्रेण आगच्छति तर्हि अजिगायोगः उः करोतु अत्र हलादित् अपि अजाद्यापित् अस्ति सो स्नाभ्यस्तयोरातः इति सूत्रेण दीर्घ आकारलोपः भवति अजिगुः इति मध्यमपुरुष सकार अस्ति अजिग सकार अपि अपित् अस्ति महोदय हलादि अस्ति ओ पित् अस्ति ओ ओके अतः या ओके अजिग अजिगा ससजसोरुः विसर्ज भवति अजिगाः रूपं भवति तम् अस्ति अत्र हलादि अपित् अस्ति ततः ई हल्यादोः सूत्रेण ईकार आगच्छति अजिगीतम् अजिगीता भवति अम् अस्ति अजि पित् अस्ति ततः वर्णमेलनं सवर्णदीर्घसन्धि अजिगां वा अस्ति चेत् ईर् हल्द्योः इति सूत्रेण एकारादेशः अजिगीव अजिगेम अजिगाः अजिगीतम् अजिगीत अजिगाम् अजिगीव धन्यवादः महोदय आं महोदय अत्र सर्वत्र हलादि अपि अस्ति अतः जिगायोगः यात् इल् यहोः इति सूत्रेण आकारस्थाने ईकारादेशः जिगियात् जिगियातां जिगीयुः जिगीयाः जिगीयातां जिगीयात् जिगीयां जिगीयाव जिगीयाम इति रूपम् सर्वत्र ई हल्लगो इति सूत्रेण दीर्घ इकारः भवति अस्तु तर्हि इदानीं गा अपि भवति जिगा इति अङ्गम् आ अपि अस्माभिः दृष्टं निम्मा इति अङ्गं तथैव ओहाङ्ग् इति अस्ति ओहाङ्ग् कृते अङ्गमस्ति जिहा तर्हि जिहा कृते अपि मा कृते मा इव कार्यं भवति तर्हि माङ् निमा अस्माभिः कृतम् ओहाङ्ग् जिहा मा माङ् इव भवति अपि च गा जिगा इति अस्माभिः पठितम् इदानीं चतुर्थः अस्ति ओहाक् ओहाक् ओहाक् कृते अङ्गं किं भवति कोऽपि वदतु जहा ओहाङ्ग् कृते जिहा भवति ओहाक् कृते पुरुषः तर्हि ओहा कृते किञ्चित् भिन्नं कार्यमस्ति नूतनसूत्राणि सन्ति अग्रे पठामः न शृणुते महोदय ध्वनिः अस्ति मदन महोदय भवती एव अन्म्यूट् करोतु आम् महोदय इदानीं पठतु जुहा जहाते च ओहात् धातोः आकारस्य स्थाने ह्रस्वः इकारादेशो विकल्पेन भवति अलादो किति निति सार्वधातुकप्रत्ययपरे अलन्त्यस्य इत्यनेन ओहात् धातुरूप्यङ्गस्य अन्ते स्थितस्य आकारस्य स्थाने ई आदेशः न तु पूर्णतया अङ्गस्य जहातेः षष्ट्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम् इत् दरिद्रस्य इत्यस्मात् इत् इत्यस्य अनुवृत्तिः द्योन्तरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः इ एल् यगोः इत्यस्मात् हलि इत्यस्य अनुवृत्तिः गम हन जन कन कसां लोपः इत्यानि इत्यस्मात् निति इत्यस्य अनुवृत्तिः अत उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जहाते च अङ्गस्य इत् हलि निति सार्वधातुके अन्यतरस्याम् अत्र अहो धातु परे हलादि किति निति सार्वधातुकप्रत्ययः अस्ति चेत् आकारस्य स्थाने इकारादेशः भवति विकल्पेन इति सूत्रं वदति तर्हि जहाति इति अङ्गम् अस्ति जहाति इति अङ्गम् इत्युक्ते किम् ओहात् इति धातुः अस्ति तर्हि अत्र मन्दरमहोदय जहातेश्च इति सूत्रे जहाति इति लिखितमस्ति खलु तत्र जहाति इति कथं निष्पद्यते रूपं सूत्रे यदस्ति प्रत्ययः कः जहाति किमपि कार्यं नास्ति खलु किमपि कार्यं नास्ति न सूत्रे सः किं कः प्रत्ययः अस्ति स्टिप् स्टिप् प्रत्ययः अस्ति जहातेः मध्ये जहाति स्टिप् प्रत्ययः तर्हि लिखितं किमस्ति जहाति अङ्गं जहाति जहातेः च अङ्गस्य नाम जहाति नाम ओहाक् धातुः अस्ति चेत् हलादि इतनि सार्वधातुकप्रत्ययपरे ह्रस्व इकारः भवति विकल्पेन तर्हि एकस्मिन् पक्षे ह्रस्व इकारः अन्यस्मिन् पक्षे किं भवति दीर्घ इकारः भवति तेन सूत्रेण ईहल्यगोः तर्हि ईहल्यगोः सामान्यसूत्रम् ईहल्यगोः सूत्रं वदति यत् दीर्घ इकारः करोतु हलादि किति प्रत्ययपरे तर्हि जहाति अपि अकारान्तः अस्ति हलादि किति प्रत्ययपरे दीर्घ इकारः भवति परन्तु जहातेश्च इति सूत्रं वदति यत् विकल्पेन ह्रस्व इकारः अपि भवति तर्हि जहाति इति अङ्गमस्ति चेत् नाम ओहात् धातुः अस्ति चेत् ह्रस्व इकारः अपि भवति दीर्घ इकारः अपि भवति कुत्र हलादि किति प्रत्ययपरे अजादि किति प्रत्ययः अस्ति चेत् किं भवति लोपः केन सूत्रेण स्थाप्यस्य वदतः इत्यनेन स्थाप्यस्य अस्तु तर्हि अग्रे पठतु महोदय जहायोगः तः जहायोगः तः जहितः अपेक्षे ई अल् यगोः इत्यनेन आकारस्य ईकारः जहायोगः तः जहितः इति अन्यत् रूपं तर्हि जहितः जहितः उभयत्र उभयरूपद्वयं भवति अग्रे रघुपतिमहोदय आचहौ आं महोदय आचहौ इति सूत्रं वदति हि प्रत्यये परे ओहाक् धातोः आकारस्य स्थाने न केवलं विकल्पेन ह्रस्वः इकारादेशः अपि तु आकारादेशः अपि आहत्य हौपरे आकारस्य स्थाने विकल्पेन इकारः आकारो वा भवति च शब्दस्य बलेन इकारः अत्र विधीयते आलुप्तप्रथमाकं पदं च अव्ययपदं हौ सप्तकन्तं पदं त्रिपदमिदं सूत्रम् इत् दरिद्रस्य इत्यस्मात् इत् इत्यस्य अनुवृत्तिः ज्योऽन्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः जहातेश्च इत्यस्मात् जहाते इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिस्य इति सूत्रमस्ति जहातेः अङ्गस्य इत् आ च हौ अन्यतरस्यामिति यत्र हौ परे इत्युक्ते तत्र मध्यमपुरुष एकवचने तत्र जहाते अङ्गस्य इत्वं भवति पुरुष एकवचनं केवलं लोट हा महोदय लोट् लोट् मध्ये हा लोट् लकारे क्षम्यतां लोट् लकारे एव हि इति लोट् लकारे अतः तस्य हौ परे हि परे इति लोट् लकारे अङ्गस्य इत्वम् अपि च आ च इति अन्यतरसामित्रेण भवति अपेक्षे ईहल्यगु इत्यनेन तत्र ईत्वं भवति हि इति अपि अस्ति अतः रूपत्रयं भवति एकमस्ति जहाहि इति अस्ति तत्र आत्वं भवति जहायोग क्षम्यतां जहायोग हि इति अस्ति खलु जहायोग हि अत्र आत्वं वा जहाहि आम् अन्यत्र इत्वं जहा जहिः इति भवति पक्षे ई हल्लव इति न जहीः इति रूपं जहायोगः सामान्यतया रूपं किं भवनीयं जहायोगः जहिः जहीः एव भवेत् ईहल्लघु इत्यनेन एकमस्ति ईहल्लघुः इति सूत्रेण सामान्यतया दीर्घ इकारः भूत्वा जहिः इति भवति परन्तु सामान्यतया सामान्यतया जहिः एव खलु सामान्यतया जहि इति जहि ह्रस्वैः हि ह्रस्वैः जहिः एव मध्यमपुरुषे न सामान्यतया हि अल्लियगोः इति सूत्रेणैव दीर्घ हीकारः आगच्छति अनन्तरं सामान्यतया दीर्घ इकारः आगच्छति हि अल्लियगोः इति सूत्रेण तदनन्तरं ह्रस्व इकारः केन सूत्रेण आगच्छति विकल्पेन आचहौ इत्यनेन इत् जहातेः अङ्गस्य इत् एकवारं खलु एकवारं क्षम्यतां क्षम्यतदेव तर्हि आच तर्हि सामान्यतया ईहल्लघोः इति सूत्रेण अत्र सर्वत्र अन्यतरस्यां लिखितमस्ति खलु अत्र विकल्पेन कार्यं भवति एकस्मिन् पक्षे ईहल्लघोः इति सूत्रेण दीर्घ इकारः भवति जहिः अन्यस्मिन् पक्षे आचहौ इति सूत्रेण जहातेः अब्दस्य ह्रस्व इकारः अपि भवति आकारः अपि तिष्ठति अन्यतरस्यां तर्हि अन्यतरस्यां सर्वत्र गच्छति अतः रूपत्रयं भवति जहाहि जहीः अपि च तात् इत्यनेन तत्रापि रूपद्वयं पुनः भवति महोदय तत्र खलु कुत्र तात् इति अस्ति खलु आशीरार्थे भवति खलु लोटि तात् वा भवति वा तत्र तात् तात् मध्ये किमर्थं केवलं हौ लिखितमस्ति खलु तत्रापि अस्ति खलु महोदय तात् इति भवति खलु लोट्लकारे परन्तु आच हौ इति सूत्रस्य प्रसक्ति केवलं हि कृते भवति हि अत्र महोदय तत्र तात् इति अस्ति खलु तुषो सातङ्ग् इति खलु तत्र आमां तुयो सातङ्ग् आशिषि अनुतरस्यां खलु इत्यनेन तत्र तात् इति भवति तर्हि तत्र तात् यदा भवति तत्र रूपद्वयं भवति एकं तु अस्ति इत्वं भवति कित् अस्ति अनन्तरम् ईहल्लव इत्यनेन तत्र जहीता जहीतात् जहितात् इति रूपद्वयम् अपि पञ्चरूपाणि भवन्ति न न न न न तत्र अहं चिन्तयामि न तत्र केवलं हि साक्षात् अस्ति चेदेव आचहौ कार्यं करोति तात् अस्ति चेत् केवलं तात् अस्ति चेत् केवलं कार्यं भवति खलु न तत्र तात् अस्ति चेत् एकमस्ति हा एकमस्ति हि इति जहि जहीतात् इति भवति अस्तु जहीतात् अपि च जहीतात् रूपद्वयम् अस्तु परन्तु महोदय तत्र हि इत्यस्य स्थाने भवति खलु अतः तत्र प्रत्ययस्थाने तत् हि इत्येव कार्यं करोति खलु महोदय तत्रापि भवति खलु हि स्थाने तात् इति आदेशः भवति चेत् हि इत्यस्य एव भवति खलु अतः च हौ इत्यस्य सूत्रस्य प्रसक्तिः भवति एव खलु भवति वा प्रश्नसमीचीनं भवती अहं चिन्तयामि महोदय प्रायः भवान् वदति यत् तात् अस्ति चेदपि रूपत्रयं वदति भवति न रूपद्वयम् अपि एकमस्ति इतोपि रूपद्वयं जहि जहीतात् जहीतात् इति रूपम् अन्यरूपं भवति खलु तत्तु न जहीतात् जहीतात् ह्रस्वदीर्घ तु जहातेश्च सूत्रेण तु भवति एव प्रश्नः अस्ति तत्तु न भवति तत्र आ च हौ परे एव अस्ति खलु आमां सत्यं तत्र जहातात् जहातात् इति भवति वा इति आमां सत्यं भवति न वा इति प्रश्नः अस्ति तत्र जहीतात् जहीतात् रूपद्वयं तु भवति एव जहातात् इति भवति वा इति द्रष्टव्यम् अहं चिन्तितवान् तत्र हि स्थाने अन्यतरस्यामिति हि स्थाने नास्ति खलु अतः तत्र क्षम्यतां तत्र स्थाने तादृशस्थाने नास्ति खलु अतः हि इति स्थाने न अभवत् तत्र भिन्न अन्यतरस्यामित्यनेन तत्र भिन्न भवति खलु अतः तस्य स्थाने न भवति हि परे आचः इत्यनेन न भवति एव तर्हि तत्र किमस्ति एकस्मिन् पक्षे हि अस्ति एकस्मिन् पक्षे तात् अस्ति यस्मिन् पक्षे हि अस्ति तत्र आचः इति सूत्रेण रूपत्रयं भवति आमां तर्हि तत्र शङ्का नास्ति शङ्का न भवेत् नास्ति महोदय क्षम्यतां महोदय अहं न अवगतं तात् अस्ति चेत् किमर्थं रूपद्वयमस्ति केवलं जहातेश्च सूत्रमस्ति खलु ओ जहातेश्च सूत्रं तु कार्यं करोति खलु हलादि कित्नित् सार्वधातुकप्रत्यये परे अस्ति चेत् स्वस्य इकारः भवति खलु तत्र अन्यथा दीर्घ इकारः भवति एकं तु अस्ति आकारस्य स्थाने रस्व इकारः आगच्छति एकस्मिन् पक्षे ह्रस्व इकारः एकस्मिन् पक्षे दीर्घ इकारः धन्यवादः आकारः न आगच्छति इति प्रश्नः इति अस्ति आमाम् आकारः न आगच्छति आमां जहातात् केवलं प्रत्यपक्षे आमाम् अग्रे पठतु महोदय व्याकरणेषु अत्र व्याकरणेषु अत्र मतभेदः अस्ति काशिकायाम् उपरितनव्याख्यानमस्ति सिद्धान्तकौमुद्यम् उच्यते यत् च इत्यस्य बलेन ई हल्लेगोः इत्यस्मात् ईकारस्य अपि अनुवृत्तिः भवति आ च हौ इति सूत्रे तस्मात् अनेनैव सूत्रेण विकल्पेन त्रयः अपि आदेशः सिद्ध्यति अन्यत् अनया दृष्ट्या ई हल्लेगो इत्यस्य पृथक् आवश्यकता नास्ति इति दत्तमस्ति अत्र तर्हि अत्र एकस्मिन् काशिकामध्ये एकरीत्या व्याख्यानमस्ति सिद्धान्तकौमुद्यां तत्र वदति यत् ई हल्यगोः अनुवृत्तिः भवति तर्हि ई हल्यगोः इति अनुवृत्तिः भवति चेत् ईकारः भवति अन्यस्मिन् पक्षे आकारः भवति परन्तु किमपि करोतु रूपत्रयं तु भवति एव तर्हि तर्हि रूपद्वयं कथं भवति इकारः इकारः इति रूपद्वयं कथं भवति जहातेश्च इति सूत्रेण हलादि इति प्रत्यपये आचहौ इति सूत्रेण अन्यतरस्याम् आकारः अपि भवति इति चिन्तयतु जहातेश्च इति सूत्रेण तु इकारः इकारः तु रूपद्वयं भवति आचहौ इति सूत्रेण अन्यापि एकं रूपम् आकारान्तरूपमपि भवति इति अस्ति जहिः इति जहिः इति तत्र शङ्कराचार्यस्य भजगोविन्द मूढजहिः धनागमदृष्टाम् इति अस्ति खलु तत्र मूढजहिः इति प्रयोगः दीर्घ दीर्घ मूढजहिः धनागमदृष्टाम् इति जहिः इति एव अस्ति तर्हि इदानीम् अग्रे एकमेव सूत्रमस्ति तत् समाप्य तत् कृत्वा समापयामः महोदय समापयतु लोपो इ आं महोदय लोपो इ यकारादौ सार्धात्विके प्रत्यये परे ओहाक् धातोः आकारस्य लोपः भवति अलोन्तस्य इत्यनेन ओहाक् धातुरूपी अङ्गस्य अन्ते स्थितस्य आकारस्य लोपः न तु पूर्णतया अङ्गस्य जहातेश्च इत्यस्मात् जहाते इत्यस्य अनुवृत्तिः अत उत् सारदातके इत्यस्मात् सारदातके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति जहातेः अङ्गस्य लोपः इ सारदातक इ सारदातके यथा जहा योगयात् अस्ति अत्र आकारस्य लोपः भवति इ यात् इति इ प्रत्यये परे अतः इ सारदातके प्रत्ययमस्ति अतः जह् योगयात् जह्यात् इति भवति अत्र अतः तत्र सर्वत्र जह्यात् यकार अस्ति जह्यात् जह्यातां जह्युः जह्याः जह्या जह्यातां जह्याः जह्यां जह्याव जह्याम इति भवति तर्हि जहायोगः यात् अत किमस्ति यकारादि सर्वाधिकप्रत्ययपरे अस्ति चेत् यकारादि सर्वाधिकप्रत्ययपरे अस्ति चेत् अकारस्य लोपः भवति तर्हि सामान्यतया इहल्यगोः इति सूत्रेण दीर्घ इकारः ईत्वं भवेत् आमां जहातेश्च इति सूत्रेण दीर्घ इकारः अथवा ह्रस्व इकारः भवेत् खलु आमां जहीयात् जहीयात् इति भवेत् जहीयात् अथवा जहीयात् इति भवेत् परन्तु लोपो इ इति अपवादसूत्रं तत् सूत्रं वदति यत् यकारादि सर्वाधिकप्रत्ययपरे अस्ति चेत् लोपः एव भवति अतः जहायोगः यात् जहीयात् अथवा जहीयात् न भवति परन्तु जहीयात् इति एव भवति अस्तु इदानीं गृहपाठरूपेण परस्मैपदी ओहाक् धातूनां कृते रूपाणि एकवारं कुर्वन्तु सर्वे अग्रिमसप्ताहे वयं रूपाणि परिशीलयामः तदनन्तरम् अग्रे दा धातु कुर्मः इदानीं पर्यन्तं प्रश्नः अस्ति वा कस्यापि न महोदय धन्यवादः धन्यवादः शुभरात्रिः धन्यवादः शुभरात्रिः